अस्तु, नमस्कारः सर्वेभ्यः. संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषये चर्चा प्रवर्तमाना अस्ति. पृथक्त्वं भेदः एतयोः साम्यमस्ति वा अथवा तौ द्वौ भिन्नौ पदार्थौ वा इति चर्चा जायमाना अस्ति. सिद्धान्तिनः मते तु द्वौ भिन्नौ एव, परन्तु पूर्वपक्षी आपादनं स्थापयति. इतः पूर्वं पूर्वस्मिन् वर्गे वयं परमाणोः सन्दर्भे संयोगः कथं भवति अपि च मूर्तविभूद्रव्ययोर्मध्ये संयोगः भवति वा, तत्र कथम् असम्भवति इति दृष्टम्. अखिला भगिनी उक्तवती यत् घटकपालयोः पृथगाश्रयाश्रितत्वस्य संयोगापत्तिः, तत्र स्थगितं प्रथमपरिच्छेदः पठितमपि इति उक्तवती, सम्यक् वा? आं भगिनि. आमाम् अस्तु. इदानीं किञ्चित् पुनस्मरणं रूपेण प्रथमपरिच्छेदे अथवा परमाणोः का गतिः, तत्र स्थितिः का, अपि च संयोगः कथं सम्भवति इति कः वदति? शुकमनमहोदय वदति वा? अहं वक्तुं प्रयत्नं करोमि. उत्तमं महोदय. अत्र यदा परमाणुद्वय संयोगः इति तत्र वदामः, परमाणुविषये परमाणोः आश्रयः नास्ति, अतः तयोर्मध्ये संयोगः कथं भवति इति प्रश्नः अस्ति. अत्र स्वतन्त्रक्रिया, तत्र स्वतन्त्रक्रियया परमाणुः भवति इति एव तदेव अस्ति. अतः तत्र पूर्वं वयं दृष्टवन्तः पृथग् आश्रय आश्रितौ संयोगः संयोगस्य कारणं भवति इति. अतः अत्र परमाणोः मध्ये स्वतन्त्रक्रिया अस्ति इति स्वीकृत्य तदेव संयोगस्य कारणमिति प्रदर्शितम्. अस्तु, परमाणोः स्थले भवान् उक्तवान् आश्रयः नास्ति इति, अथवा किञ्चित् भिन्नरीत्या वदामः चेत् समवायेन आश्रयः नास्ति अथवा अवयवः नास्ति. अवयवः तु अवयविनि सर्वदा समवायेन भवति खलु. तदर्थं यदा वदामः पृथगाश्रयाश्रितत्वयोः एव संयोगः भवति, परमाणोः स्थले तेषां समवायेन अवयवः नास्ति. अवयवः नास्ति इत्युक्ते आधारः नास्ति, संयोगेन भवितुम् अर्हति यत्किमपि, परन्तु स्वतन्त्रक्रियावत्त्वेन तेषां संयोगः भवति. इत्युक्ते भिन्नदेशे भवितुम् अर्हन्ति, अपि च तस्मिन् क्रिया अपि भवति, तदर्थं तेषां मध्ये संयोगः सम्भवति. उत्तमं महोदय. अग्रे प्रथमपरिच्छेदे चिन्तनम् अभवत् वा न चैवं घटकयोः मध्ये अपि कपालस्य कपालिकाश्रितत्वात्, तत् परिच्छेदं शुकमनमहोदय पुनः पठति वा, किञ्चित् स्मारयति वा तत्र किम् अस्ति? कुत्र भगिनि पुनः वदतु? घटकपालयोः पृथगाश्रयाश्रितत्वस्य संयोगापत्तिः इति न च एवं घटकपालयोः मध्ये कपालस्य कपालिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात् पृथगाश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगोत्पत्तिः सर्वदा उक्ता अनिवार्या एव इति वाच्यम्। समानदिग्भागव्यापिनां दिगुपाधिभूतानां घटावयवपरम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्। अत्र न च वाच्यम् इति प्रथम वाक्ये अस्ति। तत् किं सूचयति इत्युक्ते तत् तस्मिन् अन्तरे यत् दत्तमस्ति तत्तु पूर्वपक्षिणः आक्षेपः, अपि च सिद्धान्तिनः समाधानमपि प्रायः भवेत्। एवं घटकपालयोः मध्ये, घटकपालयोः कपालौ द्वौ कपालौ मध्ये संयोगः भवति समवायसम्बन्धेन, कपालः तादात्म्येन स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति। मध्ये कपालस्य कपालिका आश्रितत्वात्, कपालः तु यदा स्वस्मिन् तादात्म्येन सन्ति किन्तु समवायेन कपालिकायाम् अस्ति, अतः कपालः कपालिका आश्रितः। घटस्तु कपाल आश्रितत्वात्, घटः कपाले आश्रितम्, अतः तस्मिन् कपाल आश्रितत्वम् अस्ति। अतः तौ पृथगाश्रया आश्रितं, कपालस्तु कपालिकायाम् आश्रितं, घटस्तु कपाले आश्रितम्, अतः तौ पृथगाश्रयाश्रितौ इति तयोः मध्ये पृथगाश्रय आश्रितत्वम् अस्ति इति वक्तुं शक्यते। यदा तादृशं वदति चेत् यौ पृथगाश्रय आश्रितौ तौ युतसिद्धौ मध्ये संयोगः भवितुम् अर्हति इति पर्यवसति। सम्भवेन कपालक्रियया घटकपालयोः संयोगोत्पत्तिः सर्वदा उक्ता अनिवार्या एव, इत्युक्ते घटकपालयोः मध्ये पृथगाश्रय आश्रितत्वम् अस्ति इत्यनेन तयोः मध्ये संयोग आपत्तिः इति यदुक्तं तद्दोषमिदानीमपि प्रवर्तमानमस्ति इति पूर्वपक्षी आपादनं स्थापयति। समानदिग्भागव्यापिनाम् इत्युक्ते समानदेशे, दिग् इत्युक्ते अत्र देशं, समानदेशे एकस्मिन् देशे एव दिग्भागव्यापिनाम् इत्युक्ते तत्र एव द्वयमपि अस्ति। दिग् उपाधिभूतानां कपालस्तु दिशः उपाधिः भवति, अपि च घटः अपि दिगुपाधिः भवति। अतः तौ द्वौ अपि समानदिग्भागव्याप्यौ, अपि च दिगुपाधिभूतौ। घट अवयवपरम्परागतानाम् इत्युक्ते अवयव अवयवी सम्बन्धः परम्परा यौ मध्ये स्तः, कपालकपालिकादीनां घटस्य अवयवः तु कपालः, कपालस्य अवयवः तु कपालिका इति तत्र परम्परा वर्तते. तस्मिन् परम्परायां यानि अवयवाः सन्ति तानि सर्वाणि अवयवानि समानदिग्भागव्यापिनामेव. इत्युक्ते परस्पर अवधिक अवधिकपृथक्त्वस्य न स्वीक्रियते इति आगच्छति. उत्तमं महोदय, भवानेव पाठयितुं शक्यते. प्रथमवाक्यं किञ्चित् भिन्नं. प्रथमवाक्यम् इत्युक्ते द्वितीय आपादनम् आसीत् खलु, तस्य किञ्चित् भिन्नार्थेन उक्तमस्ति अत्र. इत्युक्ते यथा भवान् उक्तवान् कपालः घटस्य आश्रयः, कपालिका कपालस्य आश्रयः, तौ द्वौ भिन्नौ पृथगाश्रयाश्रितौ इति विचिन्त्य तेषां मध्ये अपि पुनः संयोगस्य सम्भवः आपत्तिः पतति इति यदि पूर्वपक्षिः चिन्तयति, पूर्वपक्षी चिन्तयति तदा सिद्धान्ती वदति तथा न वाच्यं. किमर्थं? समानदिग्भागव्यापीनां दिकुर् आदिभूतानां यथा घटा अवयवपरम्परागतानां कपालकपालिकादीनां तेषां मध्ये परस्पर अवधिकपृथक्त्वं न स्वीक्रियते. इत्युक्ते तत्र पृथगाश्रयाश्रितत्वस्य अर्थः पूर्वपक्षी किञ्चित् भिन्नरीत्या चिन्तयति. समानदेशे भवति चेत् ते पृथगेव नास्ति खलु, भिन्नदेश भिन्न आकाशदेश आवश्यकं पृथक्त्वस्य स्वीकारात्. अस्तु, सम्यक्तया उक्तं. सर्वे अवगच्छन्ति खलु प्रथमपरिच्छेदम्? अग्रे गच्छामः वा? आम् आम्. रामप्रिया भगिनी पठति वा? आम् आं भगिनि. अत्र कपालस्य कपालिक आश्रितत्वात् घटस्य च कपाल आश्रितत्वात् द्वयोः पृथगाश्रय आश्रितत्वं खलु इति कृत्वा घटकपालयोः संयोगः जायते इति न च वाच्यम्. किमर्थम् इति चेत् द्वयोः आश्रययोः स्थानभेदो नास्ति. अस्य बोधनार्थम् अग्रे उच्यते समान दिग्भागव्यापिनां दिक् उपाधिभूतानां घट अवयवपरम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्. पूर्वस्मिन् पृष्ठे किमस्ति तस्य विवरणमस्ति. इदानीं यदा कपालस्य आश्रयः कपालिका, घटस्य च आश्रयः कपालः, द्वयोः पृथगाश्रय आश्रितत्वम् अस्ति इति चेत् किमर्थं घटकपालयोः संयोगः न जायते इति न च वाच्यम्, इति न अङ्गीकरणीयम्, इति न वक्तव्यम् इति. यदापि तत्र कपालस्य आश्रयः कपालिका, घटस्य आश्रयः कपालः इति अस्ति चेदपि घटकपालयोः संयोगः जायते इति न वक्तव्यम्. किमर्थम् इति चेत् द्वयोः आश्रययोः स्थानभेदः नास्ति. किमर्थं न वक्तव्यम् इत्युक्ते तयोः घटकपालयोः आश्रययोः इत्युक्ते कपालिका वा कपालः वा तस्य स्थानभेदः नास्ति. अस्य बोधनार्थम् अग्रे उच्यते. यस्य बोधनार्थम् इत्युक्ते स्थानभेदस्य बोधनार्थम् सम्यक् भगिनि. अस्य बोधनार्थम् इत्युक्ते अत्र किमर्थं तथा न वदामः, किमर्थं तेष कपालिका अपि च कपालः पृथक् इति न वदामः, तत्र दीर्घवाक्यमस्ति अत्र समानदिग्भागव्यापिनां व्यापिनां दिग् उपाधिभूतानां घट अवयवपरम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्। समान दिग्व्यापिनां यदा महोदय इदानीमेव उक्तम् एकस्मिन् देशे एव तस्य व्याप्तिः, दिक् उपाधिभूतानां दिक् इत्युक्ते दिशः तदेव उपाधिभूतेन अस्ति चेत् अस्ति घट अवयवपरम्परागतानां कपालकपालिकादीनां यदा घट अवयवपरम्परा अस्ति कपालः कपालिका इति परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्। तयोः मध्ये घटकपालयोः मध्ये परस्पर अवधिकम् अवधिकपृथक्त्वस्य न स्वीकर्तव्यम् इति। अत्र किञ्चित् सम्यक् उक्तं भगिनि, परन्तु दिशः उपाधिः न भवति। दिशः उपाधिः भवति द्रव्यं घटः वा कपालः वा यत्किमपि भवतु इति चिन्तयतु। मम पुरतः एकं घटं स्थापयामि, तत्र तेन दिशस्य विभजनं भवति। वामहस्ते एकः दिशः भवति, दक्षिणहस्ते द्वितीया दिशः भवति, दिक् भवति। किञ्चिदेव भवती उक्तवती यत् दिशस्य अवधिक दिशस्य उपाधिः इति। दिशः द्रव्येण विभजनं भवति, अस्तु। इत्युक्ते कपालः यत् यावत् देशं व्यापयति तदेव देशं कपालिका अपि व्यापयति, भिन्नदेशत्वं नास्ति तत्र। तदर्थं तेषां मध्ये यः दिक् अस्ति समानदिक् अस्ति कपालस्य कपालिकायाः अपि, अस्तु। अवगच्छन्ति वा सर्वे, अग्रे गच्छामः वा? आं भगिनि, अस्तु। सुनील महोदय पठति वा अग्रिमं परिच्छेदं? आम्, अत्र समान दिग्भागव्यापित्वं दिगुपाधिभूतत्वं घटावयवपरम्परागतत्वम् इत्येते कपालकपालिकादीनां विशेषणानि। समान दिग्भागव्यापिनाम् इत्यनेन किं विवक्षितम्? यादृशदेशे कपालः अस्ति तस्मिन्नेव देशे कपालिका अपि अस्ति, समानदेशे उभयमस्ति इति बोधनीयम्। यावती दिक् तेन कपालेन व्यापिता तदपेक्षया अतिरिक्ता दिक् नैव कपालिकया व्यापिता, यतोहि कपालिका इत्युक्तौ तस्यैव कपालस्य अवयवः। समानदिक् व्यापकत्वं समानदेशत्वं तुल्यमेव। पुनः इतोपि स्पष्टतया विशिष्टतया व्यक्तीकर्तुं समानदिग्भागः भागः इति। अत्र कपालिकादीनां विशेषणानि सन्ति। समानदिग्भागव्यापित्वं दिगुपाधिभूतत्वं घटावयव परम्परागतत्वम् इत्यादीनि। अत्र समानदिग्भागव्यापिनम् इति किमर्थम् अस्ति इति इत्युक्ते अत्र यत्र कपालः अस्ति तत्र तस्मिन् देशे एव कपालिका अपि अस्ति इति अर्थः, अथवा समानदेशे द्वौ अपि स्तः इति। अतः अन्यरीत्या कस्मिन् दिशौ कपालेन व्यापित तस्मिन् एव दिशौ कपालिका अपि व्यापिता इति। तयोर्मध्ये देशभेदत्वं नास्ति इति एव अस्ति, अथवा समानदिक् व्यापकत्वं समानदेशत्वम् इति सूचयति। अतः तद् स्पष्टीकर्तुमेव समानदिग्भागः इति अत्र अस्ति। विशेषणानि उक्तानि, परन्तु विशेषणं विशेष्यं किम् अत्र महोदय? विशेष्य अत्र घटः वा अथवा कपालः वा इति भवति. कपालकपालिकादीनाम् इत्युक्ते यस्मिन् देशे अवयवी अस्ति तस्मिन्नेव देशे अवयवाः अपि सन्ति, तदर्थं तेषां व्यापनं समानदेशे भवति, दिशः खण्डनमपि समानरीत्या भवति. ते पृथगाश्रयाश्रितौ न इति अत्र सारांशः. उत्तमं महोदय. अग्रे शुकवनं महोदय पठति वा अग्रिमपरिच्छेदम्? अहं पठामि भगिनि. अपि च मूर्तद्रव्यस्य दिगुपाधित्वं भवत्येव, तदवच्छिन्ना दिक् यदा बोधनीया तदा देशः इत्युच्यते. वस्तुतः दिग् विद्वी तस्याः च विभुत्वं विभजनं न भवति. यदा दिक् मूर्तद्रव्य अवच्छिन्ना भवति तदा अनेन देशः लभ्यते. अतः मूर्तद्रव्यं दिगुपाधिः, मूर्तद्रव्ये दिगुपाधित्वं यथा महाकालस्य लोके व्यवहारः न कर्तुं शक्यते, तदर्थञ्च अस्माभिः दशवादने इत्यादिकम् उच्यते उपाधित्वेन. तद्वत् अस्मिन् देशे इत्युक्ते तादृश उपाध्यवच्छिन्नदिशि इति अर्थः. घटः अपि दिगुपाधिभूतः, कपालिका अपि दिगुपाधिभूताः भूता. सामान्यतया दिगुपादयः दिशि पृथक्त्वं कल्पयन्ति, किन्तु समानदिग्भागिषु तैः दिगुपादिभिः पृथक्त्वं न कल्प्यते इति वैशिष्ट्यम्. वाक्ये समानदिग्भागव्यापित्वम् इति अस्ति, दिगुपाधिभूतत्वम् इत्यपि अस्ति. समानदिग्भागव्याप्तित्वं किम् इति पूर्वपङ्क्त्याम् अस्माभिः दृष्टः. दिगुपाधिभूतत्वं किम् इत्युक्ते ये द्रव्याः लोके अस्ति तत्सर्वं लोके सन्ति, द्रव्याः लोके सन्ति तत्सर्वं तस्मिन् दिगुपाधित्वम् अस्ति एव. एकनिमिषः. मूर्तद्रव्ये एव दिगुपादयः भवितुम् अर्हन्ति इत्युक्ते मूर्तद्रव्यम् इत्युक्ते मूर्तद्रव्यम् इत्युक्ते यत् यद्द्रव्यं व्यापितम् अस्ति. अन्य कोऽपि यस्य महत् परिमाणं मध्यमपरिमाणम् अस्ति. मध्यमपरिमाणं सत्यं, परन्तु मूर्तद्रव्यम् इत्युक्ते यस्मिन् क्रिया भवति. प्रथमपुटे अस्ति, प्रथमपुटे इति अस्ति इति मन्ये. तत्र द्रव्यं पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः. तत्र पृथिवी, जलं, तेजः, वायुः, तेषां मूर्तद्रव्यत्वम् अस्ति. अपि च मनः, मनसि अपि क्रिया भवति. ये विभवः सन्ति आकाशः, कालः, दिक्, आत्मा, तेषां कार्यं न प्रवर्तते इत्युक्ते ते विभुद्रव्याणि खलु, तेषां कार्यं न भवति. तदर्थं ते मूर्तद्रव्यम् इति न वदामः. ये मूर्तद्रव्यम् अस्ति तेषाम् एव ते एव दिगुपादयः भवितुम् अर्हन्ति. अस्तु अस्तु भगिनि. इत्युक्ते मूर्तद्रव्यस्य लक्षणं तु यस्मिन् क्रिया भवति तदेव मूर्तद्रव्यम् इति. तादृश मूर्तद्रव्याणि दिशः उपाधिं भवितुम् अर्हति. दिशः तु विभ्वि अस्ति, तस्मिन् विभुत्वमस्ति, अतः दिशः विभजनं न कर्तुं शक्यते, किन्तु उपाधित्वेन तस्य विभजनं कर्तुं शक्यते. मूर्तद्रव्यम् उपाधित्वेन उपयुज्य दिशः विभजनं कर्तुं शक्यते. तदेव दिगुपाधित्वं, मूर्तद्रव्यं दिगुपाधिः भवति. मूर्तद्रव्ये मूर्तद्रव्ये दिगुपाधित्वम् अस्ति. यथा महाकालस्य विषये अपि वयं पूर्वमेव दृष्टवन्तः, तदपि महाकालस्तु एकमेव, अतः पूर्वकालं अद्यतनकालं भविष्यत्कालम् इति व्यवहारः न कर्तुं शक्यते. किन्तु दशवादने इत्यादिक उपाधित्वेन वयं व्यवहरामः. तद्वत् अस्मिन् देशे, तत्र, अत्र इत्यादि व्यवहारमपि उपाधि रूपेण एव दिशः विषये कर्तुं शक्यते. घटः, घटे दिगुपाधित्वम् अस्ति. कपालः अपि कपाले अपि दिगुपाधित्वं दिगुपाधित्वम् अस्ति. कपालिकायामपि दिगुपाधित्वम् अस्ति. सामान्यतया येषु मध्ये ये दिगुपादयः सन्ति, येषु दिगुपादित्वम् अस्ति, तत्र पृथक्त्वं स्वीकार्यं. किन्तु ये पदार्थाः समानदिग्भागे भागिषु सन्ति, तयोः मध्ये पृथक्त्वं न कल्प्यते, न स्वीक्रियते इति. उत्तमं महोदय. तदर्थं कालस्य विभजनं कया क्रियते? कालस्य विभजनं क्रियया खलु, पूर्वमपि दृष्टं सूर्यस्य भ्रमणक्रिया रामे अस्ति, लक्ष्मणे अस्ति. आम्. आकाशस्य विभजनम् उदाहरणम् अस्माकं सामान्य उदाहरणम् अस्ति खलु, प्रकोष्ठाकाशः, घटाकाशः. आमामाम् अस्तु, अवगच्छन्ति खलु सर्वे? आम्. प्रश्नाः सन्ति चेत् पृच्छताम्, नो चेत् अग्रे अन्तिमवाक्यं भवानेव पठतु महोदय. अस्तु भगिनि. आहत्य समानदिग्भागव्यापिनां दिगुपाधिभूतानां घट अवयवपरम्पराणां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् घटकपालयोः संयोगोत्पत्तिः सर्वदा उक्ता अनिवार्या एव इति न वाच्यम् इति वयम् अवगन्तुं शक्यते. सारांशः अस्तु. इदानीं निगमनम् इति लिखितमस्ति, तत्र गच्छामः वा? किञ्चित् गभीररीत्या चिन्तनं भवति. भेदः इत्युक्ते कः पदार्थः, अपि च पृथक्त्वम् इत्यस्य स्वभावः कः इति किञ्चित् गम्भीररीत्या चर्चा भवति इदानीम्. अस्तु, रामप्रिया भगिनी पठति वा? आं भगिनि. निगमनं किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे विभिन्नदेशव्यापि मूर्त वृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं भेदया प्रतियोगिता भेदीयप्रतियोगिता च तादात्म्य तादात्म्यादि अनेकपदार्थज्ञानादि ज्ञानविषयः ज्ञानादीनज्ञानविषयः इति अनयोः विषययोः चिन्तने अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः न स्थूलबुद्ध्या बुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक्. हस्तः वृक्षात् पृथक् इति स्थितौ वृक्षः अवधिः वृक्षे अवधित्वम्. हस्तः वृक्षात् भिन्नः इति स्थितौ वृक्षः प्रतियोगी वृक्षे प्रतियोगिता. वृक्षे यत् अवधित्वं पुनः वृक्षे या प्रतियोगिता परिशीलनेन इदम् अवधित्वम् इयं च प्रतियोगिता द्वयमपि समानं न अपि तु द्वयोः मध्ये महत् वैलक्षण्यम्. आम् उदाहरणं तु अवगच्छामि. पुनः उत्तररूपेण भवति एव परन्तु यदवगच्छति वदतु. किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे पृथक्त्वे अस्तु अत्र प्रथमं विभागं तदवगच्छति. खलु बृहत्पदं विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे किञ्चित् विभजनं कृत्वा वदति वा तस्य परिचयः कथं भवति? विभिन्नदेशः विभिन्नदेशव्यापि इत्युक्ते भिन्नदेशे स्तः इति मूर्तद्रव्यं यदा विभिन्नदेशे स्तः पृथक्त्वे यदा एकनिमिषः तत्र विशेषणविशेष्यभावः अस्ति पृथक्त्वं पृथक्त्वं. नमस्कारः, केनापि आगतं वा नूतनतया? अस्तु भगिनि, पुष्पा भगिनि. ओ नमस्कारः भगिनि. अस्तु विभिन्नदेशव्यापिमूर्तवृत्तिकृतत्वम् इति अस्ति, तत्र विशेषणविशेष्यभावः अस्ति. कः विशेषणं कः विशेषमिति वक्तुं शक्यते वा? पृथक्त्वम् इति विशेष्यं, विभिन्नदेशव्यापिमूर्तवृत्ति वृत्तित्वं पृथक्त्वं वृत्तित्वम् इति विशेषणं, पृथक्त्वस्य विशेषणम् एतत्. उत्तमं. विभिन्न वृत्तिः इत्युक्ते किं भगिनि? वृत्तिः इत्युक्ते आदेयः. विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वं तत्र पृथक्त्वस्य लक्षणं दर्शितमस्ति, लक्षणवाक्य इति न परन्तु तस्य स्वभावः दर्शितमस्ति. इदानीमेव दृष्टवन्तः खलु विभिन्नदेश इत्युक्ते भिन्नदेशम् आवश्यकं पृथक्त्वस्य कल्पनाय. यदि समानदेशे अस्ति तत्र पृथक्त्वं न कल्प्यते, इदानीमेव दृष्टवन्तः. विभिन्नदेशव्यापित्वं मूर्तद्रव्ये मूर्तवृत्तित्वं पृथक्त्वे इत्युक्ते पृथक्त्वं मूर्तद्रव्ये भवति, विभिन्नदेशव्यापित्वमपि तस्य स्वभावः इति कृत्वा विभिन्नदेशव्यापिमूर्तवृत्तित्वं पृथक्त्वस्य विशेषणम्. च विस्पष्टं प्रतीयमानम् अवधित्वं पृथक्त्वं च विस्पष्टं प्रतीयमानम् अवधित्वम् एतत् पृथक्त्वस्थले वा? पृथक्त्वस्थले भवति, विभागस्थले अपि भवति. भवति तदर्थं तत्र लिखितमस्ति. किञ्च विभागे अपि च पृथक्त्वे स्पष्टं प्रतीयमानम् अवधित्वम्. एकः उदाहरणं ददाति वा पृथक्त्वस्य? पृथक्त्वस्य इत्युक्ते पटः घटात् पृथक् इति स्वीकुर्मः चेत् तत्र घटात् इति अवधिः, पृथक् इति अवधिकः, पट घटः पटात् पटः क्षम्यतां पटः घटात् पृथक् पटः घटात् पृथक् इत्युक्ते घटः इति अवधिः, पृथक् इति अवधिकः, पटे घट अवधिकपृथक्त्वम् अस्ति. पटे घट अवधिकपृथक्त्वम् अस्ति. सम्यक् सम्यक्. तदर्थम् अवधिः तु सर्वत्र भासते. यत्र पृथक्त्वम् अस्ति घटः पृथक् इति वदनेन सम्पूर्णम् अर्थं न ज्ञातुं शक्नुमः, खलु? किञ्चित् अवशिष्यते, ओ तस्मात् पृथक् इति. तदर्थं प्रतीयमानम् अवधित्वम् इत्युक्ते यत्र यत्र पृथक्त्वस्य अवसरः भवति तत्र सर्वत्र अवधिः भासते. तथैव अस्ति विभागस्थले अपि. हस्तः वृक्षात् विभक्तः, अस्तः विभक्तः इति वदनेन सम्पूर्ण अर्थं न ज्ञातुं शक्नुमः. अस्तु. भेदीयप्रतियोगिता च, यत्किमपि अवगच्छति वदतु तस्य प्रथमवाक्यस्य अर्थः. आम्, भेदीयप्रतियोगिता च. यदा विभागं वयं विभागस्थले दृष्टवन्तः, पृथक्त्वस्थले दृष्टवन्तः, इदानीं भेदस्थले भेदः तु अन्योन्यभावः. भेदीयप्रतियोगिता च, भेदस्थले प्रतियोगी एव अवधिः अस्ति. तत्र प्रतियोगिता च इत्युक्ते तत्रापि अवधिविषये एव वदन्ति किल? न न न, अस्तु. अत्र प्रथमवाक्ये कस्य कस्य तुलना भवति इत्युक्ते अवधित्वम् अपि च प्रतियोगिता, द्वयोः तुलना भवति. किञ्च विभागे विभिन्नदेश विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च द्वयोः स्थाने विस्पष्टं प्रतीयमानम् अवधित्वम् अपि च भेदीयप्रतियोगिता इत्युक्ते भेदस्थले प्रतियोगिता च तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः इत्यनेन तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः तत्र तत्पदं कस्य विशेषणं भवितुम् अर्हति? तादात्म्यादि अनेकपदज्ञानाधीनज्ञानविषयः प्रथमा इति अनयोः विषययोः चिन्तने अपि. अस्तु अस्तु, चिन्ता नास्ति, अग्रे गत्वा सर्वं स्पष्टं भवति एव. अत्र प्रथमवाक्ये सिद्धान्ती वदति यत् अवधित्वम् अपि च भेदीयप्रतियोगिता एतद्वयोः एतद्वौ विषयोः चिन्तनं कृत्वा सम्यक्तया अवगन्तुं शक्नुमः पृथक्त्वम् इति अतिरिक्तगुणः इति प्राचीनानाम् आशयः इति स्थूलबुद्ध्या न विचारणीयः इत्युक्ते सूक्ष्मबुद्ध्या विचारणीयः इति सः वक्तुं. तदर्थम् अग्रे गत्वा किञ्चित् इतोपि विवरणं ददाति. प्रथमवाक्ये एवं लिखितमस्ति, अवधित्वम् इति विभागे प्रतीयमानम् अस्ति अपि च पृथक्ते प्रतीयमानम् अस्ति. एतद्वयोः गुणयोः अवधित्वम् अस्ति अपि च भेदस्थले प्रतियोगिता अस्ति. तेषां मध्ये तुलना भवति चेत्, तेषां सम्यक्तया चिन्तनं कुर्मः चेत् भासते एव अस्माकं मनसि यत् पृथक्त्वम् अतिरिक्तः गुणः एव, भेदः नास्ति इति. द्वितीय वाक्यं पठतु, तत्र हस्तः वृक्षात् पृथक् इति स्थितौ वृक्षः अवधिः, वृक्षे अवधित्वं। यदा वयम् उदाहरणरूपेण हस्तः वृक्षात् पृथक् इति स्वीकुर्मः चेत् तत्र वृक्षः इति अवधिः, पृथक् इति अवधिकः, वृक्षे अवधित्वम् अस्ति, हस्ते वृक्ष अवधिकपृथक्त्वम् अस्ति। हस्तः वृक्षात् भिन्नः इति स्वीकुर्मः चेत् तत्र वृक्षः प्रतियोगी, वृक्षे प्रतियोगिता अस्ति, तावदेव तत्र प्रतियोगी एव अवधिः इति। वृक्षे यत् अवधित्वं, पुनः वृक्षे या प्रतियोगिता, परिशीलनेन इदम् अवधित्वम्, इयं च प्रतियोगिता, द्वयम् अपि समानं न। यद् वृक्षे पृथक्त्वस्थले यत् वृक्षे यत् पृथक् अवधित्वम् अस्ति, पुनः भिन्न भेदस्थले वृक्षे यत् प्रतियोगिता अस्ति, यदा वयं परिशीलयामः चेत् तत्र अवधित्वं प्रतियोगिता द्वयोः समानः न, द्वयोः मध्ये महत् भिन्नता वैलक्षण्यम् अस्ति इति वयं ज्ञातुं शक्नुमः। सम्यक् भगिनि, यत्र पञ्चमी विभक्ति आगच्छति तत्र अवधिः, हस्तः वृक्षात् पृथक्, पृथक्त्वस्थले तु प्रतियोगिता यत्किमपि नास्ति खलु, केवलम् अवधित्वं वृक्षे, अपि च पृथक्त्वं हस्ते, पृथक्त्वस्य एव चर्चा जायमाना अस्ति, तदर्थं पृथक्त्वस्य विचारः नास्ति अत्र, अवधित्वम् एव चिन्तयामः। द्वितीय उदाहरणे हस्तः वृक्षात् भिन्नः, पुनः वृक्षात् इत्यस्य पञ्चमी विभक्ति भवति, वृक्षः एव प्रतियोगी, वृक्षः एव अवधिकः, अवधिः इति अवधि स्वीकृत्य किमपि न वक्तुं शक्नुमः। भेदस्थले तु प्रतियोगितायाः महत्त्वम् अस्ति खलु, तदर्थं प्रतियोगी अपि च अवधित्वं द्वयोः तुलना भवेत् इति तेषाम् आशयः। अवगच्छति वा महोदय, प्रश्नः अस्ति वा? न, शुकवन महोदय नास्ति भगिनि। इत्युक्ते पृथक्त्वविषये अपि च विभागविषये अवधित्वमेव द्रष्टव्यं, किन्तु भेदविषये प्रतियोगिताविषये एव चिन्तनं भवेत्। यथा भगिनी उक्तवती खलु, भेदः इत्युक्ते अन्योन्यभावः, अन्योन्यभावस्थले यत्र अभावः आगच्छति तत्र प्रतियोगी एव मुख्यं खलु, अभाव चत्वारः अभावाः प्रकाराः सन्ति खलु, प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः, सर्वेषु प्रतियोगी अनुयोगी, यत्र यः अभावस्य आधेयः अस्ति सः अनुयोगी, यः पदार्थस्य अथवा अभावस्य विरोधः यस्मिन् जायते तस्मिन् प्रतियोगिता खलु। तदर्थम् इदानीम् अवधित्वम् अपि च प्रतियोगिता द्वयोः परिशीलनं भवति अग्रे गत्वा, अवधित्वम् अथवा पृथक्त्वं नानार्थं किं किम् आवश्यकं भवति, अपि च भेदस्थले प्रतियोगितायाः स्वभावः कः, कथं जानीमः प्रतियोगितायाः धर्मः अथवा स्वभावः कः इति, कथं निर्णयं कुर्मः इत्यस्य चर्चा भवति अग्रे गत्वा। अस्तु, सुनीलमहोदय पठति वा? आम् अत्र अस्माकं कर्मजसंयोगविषयात् आरभ्य पृथग् आश्रय आश्रितविषयमाध्यमेन अवधिविषयमाध्यमेन नियतावधिक नियतावधिकत्वविषयमाध्यमेन निखिलावधिकत्वविषयमाध्यमेन भेद एव पृथक्त्वनिरासपर्यन्तमिति दीर्घचर्चायाः सारांशः उच्यते. मूलवाक्यम् इदं विभागे पृथक्त्वे च यत् अवधित्वं पुनः भेदीयप्रतियोगिता अनयोः द्वयोः गभीरतुलनया विशिष्टं भवति इति यत् पृथक्त्वम् अतिरिक्तः गुणः. अत्र वयं कर्मजसंयोग संयोगविषयं स्वीकृत्य अत्र पृथक्तस्य विषयम् आरम्भं कृतवन्तः. अनन्तरं पृथक् आश्रय आश्रितविषयं अपि पठितवन्तः. अवधिविषय अपि दृष्टवन्तः. नियता अवधिगत्वविषयं च निखिलावधिगत्वविषयमपि दृष्टवन्तः. तत्र अनन्तरं भेदः एव पृथक्त्वम् इति तस्य निरासः अपि दृष्टवन्तः. अनन्तरम् इदानीं विभागे पृथक्त्वे च यत् अवधित्वमस्ति तद् प्रतियोगिता भेदे प्रतियोगिता अस्ति इति पृथक्त्वे अवधित्वम् अस्ति इति अपि दृष्टवन्तः. अत्र अनयोर्मध्ये तत्र तदेव अस्ति पृथक्त्वे अवधित्वं भेदे प्रतियोगिता इति स्वीकृत्य पृथक्त्वम् अतिरिक्तः गुणः इति वयं दृष्टवन्तः इति इदानीं पश्यामः अग्रे गत्वा. अस्तु, कर्मजसंयोगः इति स्मारयति वा एकम् उदाहरणं दत्वा महोदय? अत्र अस्माकम् उदाहरणे आसीत् हस्तपुस्तकसंयोगः भवति इति एकः संयोगः. अतः तद् शरीरसंयोगः अपि इति कर्मजसंयोगः इति वक्तुं शक्नुमः. पृथगाश्रयाश्रितत्व तत् सर्वं जानन्ति एव खलु. पृथगाश्रयाश्रितत्वम् इदानीमेव दृष्टवन्तः. यौ द्वौ पृथक् आश्रये आश्रितौ अपि च पृथक् इत्युक्ते भिन्नदेशे स्तः इति. स्वीकुर्मः चेत् पृथगाश्रयाश्रितत्वम् वृक्षे वृक्षः तु तस्मिन् अवयवे स्थितः अपि च पक्षी अपि तस्मिन् स्थितः. तेषां मध्ये संयोगः सम्भवति. उत्तमम्. हस्तपुस्तकयोः मध्ये जायमानः संयोगः एव कर्मजसंयोगः. तस्मात् शरीर पुस्तकयोः मध्ये जायमानसंयोगः तु संयोगजसंयोगः किल? सम्यक् महोदय, सम्यक्. उत्तमं. यदा क्रिया जायते, यदा क्रिया जायते, हस्ते क्रिया जायते, तदा हस्तपुस्तकयोः संयोगः भवति. तद् कर्मजसंयोगः. किमर्थं? क्रियया जाता खलु. अनन्तरं शरीरपुस्तकयोः संयोगः भवति संयोगजः. सम्यक्, सम्यक्. नियतावधिकत्वं निखिलावधिकत्वं महोदय किञ्चित् स्मारयति वा? नियतावधिकत्वम् इत्युक्ते कुत्र कुत्र भवति सुखवन महोदय? वदामि भगिनि. नियतावधिकत्वम् इत्युक्ते कस्मात् इति प्रष्टव्यम् इति पृच्छति चेत् तस्य उत्तरं यद्भवति तद् नियतावधिकत्वं भवति. संयोगस्य संयोगस्य नियतावधिकत्वं नास्ति. भगिनी क्षम्यतां भगिनी, मम किञ्चित् द्विनिमिषकार्यमस्ति, अहम् अनन्तरं वदामि. अस्तु, सुनिलमहोदय प्रयत्नं करोति वा? अत्र नियतावधिकत्वेन तत्र स्पष्टता भवति, कुतः अवधिकत्वं भवति इति नियमेन तत्र स्पष्टता भवति. अथवा वृक्षात् फलं पतति इति अथवा विभागः भवति इति तत्र नियतावधिकत्वम् अस्ति इति. विभागे पृथक्त्वे नियतावधिकः. अतः वृक्षात् इति स्पष्टतया अस्ति इति कारणेन अत्र नियतावधिकत्वं भवति. निखिल क्षम्यताम्, वदतु. निखिलावधिकत्वम् इत्युक्ते तत्र एकस्य द्रव्यस्य उदाहरणं स्वीकुर्मः चेत् तं विहाय अन्य सर्वासु द्रव्येषु अवधिगत्वम् अस्ति चेत् तद् निखिलावधिगत्वम् इति वदामः. विश्वे पदार्थाः सन्ति वा नियतावधिकः पदार्थः, निखिलावधिकः पदार्थः अस्ति वा? कोऽपि पदार्थे निखिलावधिगत्वम् अस्ति इति वयं न दृष्टवन्तः. उत्तमम्. अनन्तरं भेदः पृथक्तस्य विषये अपि वयं बहु चर्चां दृष्टवन्तः. उत्तमम् उत्तमम्. इदानीम् अवधित्वम् अपि च प्रतियोगिता द्वयोः मध्ये कः सम्बन्धः अस्ति पश्यामः. पृथक्त्वे अवधित्वम् अस्ति, भेदे प्रतियोगिता अस्ति इति. भगिनी अहं पुनः आगतम्. एकनिमिषः, किञ्चित् जलं स्वीकरोमि. अस्तु, तृतीयपरिच्छेदः इदानीं कस्य क्रमः इदानीं? मम क्रमः भगिनि, शुकवनं. अस्तु महोदय, पठतु भवान्. विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वम् इत्यनेन विभिन्नदेशव्यापिमूर्तानि यानि द्रव्याणि तेषु यत् पृथक्त्वं, पुनः विभागे पृथक्त्वे च तादृशयोः यत् अवधित्वं, तादात्म्याद् अनेकपदार्थज्ञानाधीनज्ञानविषयः या भेदीयप्रतियोगिता, अनयोः पृथग् विषय पृथग्विषयक अवधित्वभेदीयप्रतियोगितायोः चिन्तनेन स्पष्टं भवति यत् पृथक्त्वम् अतिरिक्तः गुणः यत् अस्माभिः विस्तरेण एतावता साधितम्. विभिन्नदेशव्यापीमूर्तवृत्तिपृथक्त्वम् इति विभिन्न देशे यानि मूर्तानि व्यापितम् अस्ति तस्मिन् सर्वे तेषु सर्वेषु पृथक्त्वम् इति वृत्तिः अस्ति इत्यनेन, इत्युक्ते तेन कारणेन विभिन्नदेशव्यापिमूर्तिनि यानि द्रव्याणि इत्येव तस्य विवरणमस्ति, तेषु यत् पृथक्त्वम्. आम्, पुनः विभागे पृथक्त्वे, विभागः इति गुणः, पृथक्त्वम् इति गुणः, तौ तादृशयोः च तादृशयोः यत् अवधित्वं विभागस्थले अपि विभागस्थले पृथक्त्वे स्थले अपि तयोः अवधिः किम् इति द्रष्टव्यं तादात्म्य भगिनि हा तादात्म्य अनेकपदार्थज्ञानाधीनज्ञानविषयः या भेदीयप्रतियोगिता तत्र तादात्म्यादि अनेकपदार्थ ओ तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः या भेदीयप्रतियोगिता विभागपृथक्त्वविषये अवधिकत्वं द्रष्टव्यं भेदविषये प्रतियोगिता द्रष्टव्यं प्रतियोगिता भेदीयप्रतियोगिता अवगमनार्थं सम्यक् अवगमनार्थं तादात्म्यादि अनेकपदार्थानां ज्ञानम् आवश्यकम् अतः तत् तादात्म्यादि अनेकपदार्थज्ञान अधीन ज्ञानविषयः भवति भेदीयप्रतियोगिता इति अनयोः अनयोः इत्युक्ते ये एकस्मिन् पार्श्वे विभागपृथक्त्वम् अन्यत्र भेदीयप्रतियोगिता तयोः पृथक् विषयक अवधित्वभेदीयप्रतियोगितायोः तदेव अस्ति अनयोः चिन्तनेन स्पष्टं भवति यत् पृथक्त्वम् अतिरिक्तगुणः पृथक्त्वं भेदस्य अपेक्षया अतिरिक्तगुणः वा न वा इति इत्येव गभीर चिन्तनम् एतावत्पर्यन्तं प्रवर्तमानः अस्ति तद् स्पष्टम् अवगमनार्थं पृथक्त्वविषये अवधिकत्वं द्रष्टव्यं भेदविषये प्रतियोगिता द्रष्टव्यं दृष्ट्वा विस्तरेण दृष्ट्वा तत् साधितम् एतावता इति पृथक्त्वस्थले अवधित्वम् अवधिकत्वम् इति न अवधित्वम् अवधित्वम् आं भगिनि सम्यक् इदानीम् अग्रे किञ्चित् विस्तरेण वदन्ति परन्तु पुनः पुनः तदेव उक्तम् अत्र द्वयोः तुलना क्रियते चेत् विस्पष्टं भवति पृथक्त्वम् अतिरिक्तः गुणः भेदः न इति पुनः पुनः उक्तम् अस्तु अग्रे गच्छामः वा तत्र किमपि प्रश्नः अस्ति वा मम नास्ति भगिनि रामप्रिया भगिनी पठति वा अग्रिमपरिच्छेदद्वयं प्रथमं प्रथमं पठतु अनन्तरं द्वितीयं आम् अत्र तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः इति पदं वेदीयप्रतियोगिता इत्यस्य विशेषणं तादात्म्यादयः ये अनेके पदार्थाः तेषां यत् ज्ञानं तादात्म्यादि अनेकपदार्थानां यत् ज्ञानं तादृशज्ञानस्य अधीनं यत् ज्ञानं तद् विषयः प्रतियोगिता इति अर्थः अग्रे विस्तरेण उच्यते प्रथमं तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः इति पदं तु वेदीयप्रतियोगिता इत्यस्य विशेषणमस्ति वेदीयप्रतियोगिता तु विशेष्यम् अस्ति अत्र पदस्य विच्छेदं कृत्वा तस्य अर्थः अस्ति तादात्म्यादयः ये अनेके पदार्थाः तेषां यत् ज्ञानं तादात्म्याः ये अनेके पदार्थाः अस्ति तेषां यत् ज्ञानम् अस्ति तत् तादात्म्यादि अनेकपदार्थानां ज्ञानम् आम् यत् ज्ञानं तादृशज्ञानस्य अधीनं यत् ज्ञानं तादात्म्यादि अनेकपदार्थानाम् अस्ति तस्य ज्ञानस्य अधीनं तदेव तद्विषयः प्रतियोगिता इति अर्थः इत्युक्ते विस्तरेण उच्यते अग्रे, परन्तु अत्र सोपानद्वयम् इति चिन्तयतु. प्रथमं तादात्म्यादयः, ये अनेके पदार्थाः इत्युक्ते तादात्म्यम् आदि आदयः इत्युक्ते बहुवचनरूपं तादात्म्यादयः ये अनेके पदार्थाः. यत् किं किम् इति अस्ति इति न इदानीं उक्तं, परन्तु बहवः पदार्थाः अस्ति, तेषां यत् ज्ञानं तत् प्रथमसोपानं, तेषां यत् ज्ञानम् उत्पादयति तत् ज्ञानम् अवलम्ब्य इतोपि नूतनं ज्ञानम् उत्पादयति. तद् तत् तत्र विषयः अस्ति प्रतियोगिता. सर्वदा ज्ञानस्य विषयः भवति खलु, ज्ञानं सविषयकम्. अत्र सोपानद्वयमस्ति, प्रथमं पादात्म्यादयः ये अनेके पदार्थाः, तेषां यत् ज्ञानम् अस्ति प्रथमसोपानं. तदनन्तरं तादृशज्ञानस्य अधीनं यत् ज्ञानं द्वितीयसोपानं, तद् ज्ञानम् अवगम्य यत्किमपि नूतनं ज्ञानम् उत्पादयति उत्पाद्यं भवति तस्य विषयः प्रतियोगिता. इत्युक्ते प्रतियोगितायाः ज्ञानार्थं सोपानद्वयम् अपेक्ष्यते इति लिखितमस्ति. अत्र अग्रे विस्तरेण उच्यते. क्षम्यतां भगिनि, पुष्पा भगिनी पठति वा? अस्तु भगिनि, अस्तु भगिनि, पठतु भगिनि अग्रिमं परिच्छेदं पठतु. भेदस्य क्षम्यतां विस्मृतवती. भेदस्य न भेदस्य विषये अत्र न सत्यं भेदस्य विषये यदा सम्यक् ज्ञानं भवति, नाम भेदस्य स्वभावः कः, भेदस्य ज्ञानञ्च कथं जायते, ज्ञानञ्च कथं जायते, तदा पृथक्त्वभेदयोः वैलक्षण्यं स्पष्टं प्रतीयते. यतो हि भेदस्य ज्ञानं विशिष्टं, ततः पूर्वं बहु किमपि ज्ञातव्यं. यदा भेदः ज्ञातव्यः तदा ज्ञानपरम्परा अपेक्षते. साक्षात् भेदस्य ज्ञानं न सम्भवति. पृथक्त्वस्य स्थले तथा नास्ति, पृथक्त्वस्य गुणत्वात् साक्षात् ज्ञानं भवति तस्य. अस्तु, अत्र भेदस्य विषये सम्यक् ज्ञानं भवति चेत् नाम भेदस्य स्वभावः कः अस्ति, भेदस्य ज्ञानं तु कथं जायते, कथं भवति इत्येव, कथं भवति कथं भवति, तदा पृथक्त्वभेदयोः लक्षणं स्पष्टं कर्तुं शक्नुमः. यतोहि भेदस्य ज्ञानं विशिष्टं. अस्तु, भेदस्य ज्ञानं तु वैशिष्ट्यम् अस्ति. ततः पूर्वं बहु किमपि ज्ञातव्यं, यदा भेदः ज्ञातव्यः तदा अत्र ज्ञानपरम्परा अपेक्षते. किमपि बहु किमपि ज्ञातव्यं, तत्तु यदा भेदः तु ज्ञातव्यः, तत्र ज्ञानपरम्परा अपेक्षते. तत्तु साक्षात् वेदस्य ज्ञानं न भवति. सत्यं सत्यं. साक्षात् इत्युक्ते झटिति अवगन्तुं न शक्नुमः खलु. यदा वदामः घटः पटात् पृथक् तदा प्रायः अस्मिन् उदाहरणे ज्ञातुं शक्नुमः. परन्तु वेदस्य स्वभावः एव अस्ति यत् प्रतियोगितायाः ज्ञानं भवेत्, कस्य सम्बन्धेन अस्ति इत्यस्यपि ज्ञानं भवेत्, तदनन्तरमेव सम्यक्तया अवगन्तुं शक्नुमः वेदस्य स्वभावः कः. अत्र तस्य भेदस्य चर्चा भवति इति सर्वं. परन्तु पृथक्त्वस्थले तथा नास्ति खलु. पृथक्त्वं भिन्न इदानीमेव दृष्टवन्तः विभिन्नदेशव्यापिमूर्तवृत्तित्वमेव पृथक्त्वम् इत्युक्ते पृथक्त्वस्य अवगमनाय किमपि अधिकं न ज्ञातुं शक्नुमः. पदार्थं दृष्ट्वा एव वक्तुं शक्नुमः यस्मिन् मूर्तद्रव्ये अस्ति तदेव पृथक्त्वस्य अवच्छेदकः भवति. साक्षात् ज्ञातुं शक्नुमः. तथा लिखितमस्ति अत्र. भगिनी वदतु महोदय. पृथक्त्वम् इति गुणः कैः इन्द्रियैः ज्ञायते इति भवत्याः चिन्तनं किम्? अत्र पृथक्त्वस्य लक्षणवाक्यं पश्यतु. पृथक्त्वम् इति विषये पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इति. अस्तु. तत्र प्रायः मनसि एव मन इन्द्रिया एव अवगन्तुं शक्यते इत्युक्ते ज्ञानस्य आकारः कः, कथं वदामः हस्तः वृक्षात् पृथक् इति वदनेन किञ्चित् आकारः अस्ति. ज्ञानस्य व्यापारः भवति तत्र. पृथक्त्वम् इति ज्ञात्वा एव तथा वक्तुं शक्नुमः खलु. आं तद् ज्ञानं कैः इन्द्रियैः जायते इत्येव मम प्रश्नः. सम्यक् प्रश्नः. साक्षात् मम चिन्तनमस्ति बहिरिन्द्रियेण न ज्ञायते अथवा प्रायः भिन्नस्थलम् अस्ति चेत् साक्षात् अहं चिन्तयामि चक्षुषा अपि च त्वचा ज्ञातुं शक्यते. भिन्नदेशमेव पृथक्तस्य भिन्नदेश पदार्थं यौ पदार्थौ भिन्नदेशे व्याप्तौ इति चेत् तस्मिन् पृथक्त्वम् अस्ति इति वयम् अवगन्तुं शक्नुमः. भिन्नदेशे व्याप्तः इति वयं चक्षुषा नो चेत् त्वचा ज्ञातुं शक्नुमः किल. आं सत्यं महोदय. चक्षुषा अपि च त्वचा ज्ञायते. परन्तु यत्र इति चिन्तयतु, एकः वृक्षः अस्ति इति चिन्तयतु, तस्य शाखा अपि अस्ति. यदा न पश्यामः अयं शाखा तस्य वृक्षस्य भागः अस्ति इति, तत्र पृथक्त्वम् अस्ति वा न वा? पुनः पृच्छतु भगिनि. एकः वृक्षः अस्ति, तस्मिन् बहवः शाखाः सन्ति. परन्तु एकस्य शाखायाः विषये चिन्तनं कुर्मः. चक्षुषा न दृश्यते यत् अस्य अयं शाखा अयमेव वृक्षस्य भागः इति. किमपि बन्धकः अस्ति इति चिन्तयतु. तदा वृक्षः शाखात् पृथक् वा? न अवगच्छामि भगिनि. एकशाखं तु अन्य शाखया पृथक् इति चक्षुषा अवगन्तुं शक्यते. द्रष्टव्यमस्ति. अत्र न्यायशास्त्रे पृथक्त्वस्य व्याख्या एव न दत्तमस्ति. इत्युक्ते तस्य डेफिनिशन् नास्ति. पृथक्त्वस्य असाधारणकारणं पृथक्त्वं, पृथक् व्यवहारस्य असाधारणकारणं पृथक्त्वं. तत्रापि मम किञ्चित् समस्या आसीत्. अन्योन्य आश्रयः अस्ति इति भाति, पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इति. यदा मम भाति इति सर्क्युलर् डेफिनिशन्, परन्तु न्यायशास्त्रे तत् सर्वं सम्यक् एव खलु. आम् आम् अस्तु भगिनि, यदा भवत्याः चिन्तनम् आसीत् चेत् तत् किम् इति ज्ञानाय एव अहं पृष्टवान्. चिन्ता नास्ति, परन्तु यत्र लक्ष्यं दृष्ट्वा वदामः यत् भिन्नदेशे वयं चिन्तयामः, यः वदति तस्य अवगमनं सम्यक् अस्ति इति विचिन्त्य यदा सः वदति हस्तः वृक्षात् पृथक् इति दर्शनस्य आवश्यकता एव नास्ति. मनसि एव आगच्छति अस्तु पृथक्त्वं हस्ते अस्ति. चिन्तयतु, यदा चक्षुः निमीलितम् इत्युक्ते क्लोस्ड् इति चिन्तयामि अस्ति चेत् मनसि कथं पृथक् इति आगच्छति? वयं तु पृथक्त्वं चक्षुषा द्रष्टव्यं किल. आमां सत्यं महोदय, परन्तु अत्र मम चिन्तनम् एवम् अस्ति, यः वदति तस्य मनसि पृथक्त्वस्य स्वभावः सम्यक् अस्ति, सः जानाति. यदा सः वदति हस्तः वृक्षात् पृथक् तदा दर्शनस्य आवश्यकता नास्ति. परन्तु यद् भवान् वदति सम्यक् एव, चक्षुषा अपि च त्वचा अवगन्तुं शक्नुमः भिन्नदेशे स्तः द्वयोः पृथक् इति. अस्तु भगिनि, अस्तु पुष्पा भगिनी उक्तवती कुत्र मम क्रमः. पठति वा महोदय सुनिलः? भेदीयप्रतियोगिता कीदृशी? तादात्म्य तादात्म्याद्यनेकपदार्थज्ञानादीनज्ञानविषयकः विषयः. यदा घटभेदः स्वीकृतः घटात् भिन्नः इति प्रतीतिः, तावदा भेदीयप्रतियोगिता सिद्धा नास्ति. सा प्रतियोगिता घटत्वावच्छिन्ना, तादात्म्यसम्बन्धावच्छिन्ना च. तादृशप्रतियोगितायाः ज्ञानार्थम् इदं सर्वं प्रथमं ज्ञातव्यं भवति. अन्यथा किं भवति? अन्यत्र पटे विद्यमाना या प्रतियोगिता, तदपेक्षया घटे विद्यमाना प्रतियोगिता कथं विलक्षणा इति न ज्ञायते. अतः सर्वे अपि अवच्छेद्यता अवच्छेदकभावः ज्ञातव्यः भवति. अनेन इयं प्रतियोगिता घटत्वावच्छिन्ना, तादात्म्यसम्बन्धावच्छिन्ना इति ज्ञातं चेदेव सा स्पष्टा ज्ञायते. पृथक्त्वस्थले गुणत्वात् तथा नास्ति इति वैलक्षण्यम्. इदानीं भेदे प्रतियोगिता अस्ति इति वयं दृष्टवन्तः. ता प्रतियोगिता कीदृशी इति प्रश्नः. तत्र तादात्म्याद्य अनेकपदार्थज्ञानादीनज्ञानविषयः तादात्म्यादि अनेक पदार्थज्ञान अधीनज्ञानविषयः इत्युक्ते अत्र तादात्म्यः इत्युक्ते तादात्म्यसम्बन्धम् अस्तु, तादात्म्यसम्बन्धः अस्ति. तादृशपदार्थाः तद् सः ज्ञानविषयः अपि अस्ति इति वा? अत्र तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः इत्युक्ते यथा पूर्वस्मिन् परिच्छेदे आसीत् अस्य प्रतियोगितायाः विषयः अस्ति तादात्म्यसम्बन्धम् अपि च अन्ये पदार्थाः यस्मिन् यस्मात् ज्ञानम् उत्पद्यते तेषाम् अधीनः इत्युक्ते द्वितीयज्ञानम् उत्पद्यते तेषां ज्ञानेन इति लिखितमस्ति यथा पूर्वस्मिन् परिच्छेदे आसीत् तादात्म्यसम्बन्धं ज्ञातुम् आवश्यकमस्ति अपि च केन धर्मेण प्रतियोगिता अवच्छिन्ना अस्ति इति यथा वदामः घटः भिन्नः पटः भिन्नः द्वयोः प्रतियोगिता भवति एव घटस्य अभावे घटप्रतियोगिता अस्ति अपि च पटस्य स्थले पटप्रतियोगिता अस्ति परन्तु केन धर्मेण अवच्छिन्ना भवति इति स्पष्टतया ज्ञातुम् आवश्यकता अस्ति तस्य प्रतियोगितायाः विषयज्ञानार्थम् इति लिखितमस्ति. अस्तु, द्वितीयवाक्यम् अस्तु. यदा अत्र उदाहरणं तदेव अस्ति किल, अत्र भवती उक्तवती यथा सत्यं यदा घटभेदः स्वीकृतः घटात् भिन्नः इति प्रतीतिः तावता भेदीयप्रतियोगिता सिद्धा नास्ति वदतु. अतः तत्र प्रतियोगिता घटत्वावच्छिन्ना भवति तादात्म्यसम्बन्धावच्छिन्ना अपि भवति. किमर्थं तादात्म्यसम्बन्धावच्छिन्ना भवेत्? अत्र प्रतियोगिता घटः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति इति कारणेन. अस्तु, इतोपि किञ्चित् वक्तव्यमस्ति अत्र इति चिन्तयतु. घटात् भिन्नः इति अवधि इति प्रतीतिः, परन्तु आ घटः इति अस्ति, आ घटः इति अपि अस्ति. द्वयोः प्रतियोगिता भवति एव खलु? इदानीम् आघटात् भिन्नः इति वदामः चेत् तत्र तादात्म्या सम्बन्धावच्छिन्न यस्मिन् आघटे अस्ति तदेव वक्तव्यं. तदर्थं तादात्म्यसम्बन्धः अपि आवश्यकम् अस्ति इति. सर्वासु घटासु प्रतियोगिता भवति एव खलु? अयं घटः तस्मात् घटात् भिन्नः इति वदामः चेत् अयं घटः तादात्म्ये सम्बन्धेन स्वस्मिन् तिष्ठति. तदर्थं सा एव प्रतियोगिता तादात्म्यसम्बन्धावच्छिन्ना भवति. अवगच्छति वा? मम तावत् सामर्थ्यमपि नास्ति स्पष्टतया वक्तुं. अवगच्छामि. अत्र भेदः इत्युक्ते तत्र प्रतियोगिनं विहाय सर्वत्र अस्ति इति वयं दृष्टवन्तः, अतः तत्र तादात्म्यसम्बन्धेन अवच्छिन्ना भवति इति. अस्तु, अनन्तरं अत्र तादृश प्रतियोगितायाः ज्ञानार्थम् इदं सर्वं प्रथमं ज्ञातव्यं भवति. अतः इदानीं प्रतियोगिता कीदृशी इति वयं दृष्टवन्तः. एतादृशं ज्ञानं प्रथमं न भवति चेत् किम् इति प्रश्नः. अत्र अन्यत्र विद्यमाना प्रतियोगिता तत्र प्रतियोगि घटे अस्मिन् उदाहरणे घटे इति घटः इति चिन्तयामः. तत्र तदपेक्षया घटे विद्यमानप्रतियोगिता कथं विलक्षणा इति न ज्ञायते. अतः अत्र घटः पटः इति स्वीकुर्मः चेत् घटे एका प्रतियोगिता अस्ति, पटे अपि अन्य एका प्रतियोगिता अस्ति. कस्याः प्रतियोगितायाः कार्यं विषयम् इति वयं ज्ञातुं न शक्नुमः इति. घटे घटत्वमपि अस्ति, घटे पटत्वम् अस्ति. तदर्थं घटस्य विषये वदामः चेत् घटत्वावच्छिन्नप्रतियोगिता इति वदामः. अतः सर्वे अपि अवच्छेद्य अवच्छेदकभावः ज्ञातव्यः भवति. अनेन इयं प्रतियोगिता घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न इति ज्ञातं चेदेव सा स्पष्टा जायते. पृथक्तस्थले गुणत्वात् तथा नास्ति इति वैलक्षण्यं. पृथक्त्वं केन अवच्छिन्ना भवति? पृथक्तस्थले प्रतियोगिता अवच्छिन्ना नास्ति. न न, प्रतियोगिता न, पृथक्त्वं केन अवच्छिन्ना भवति? यस्मिन् मूर्तद्रव्ये अस्ति तस्मिन्नेव अवच्छिन्ना भवति खलु. स्पष्टतया ज्ञातुं शक्नुमः, घटे पृथक्त्वम् अस्ति, घटे पृथक्त्वं घटेन अवच्छिन्न इत्युक्ते यस्य अधिकरणे वृत्तिः पृथक्त्वम् इति वृत्तिः अस्ति तेन एव अवच्छिन्ना भवति. घटे एकमेव पृथक्त्वं खलु, तस्य वदनस्य आवश्यकता एव नास्ति, परन्तु एकमेव पृथक्त्वं भवति. घट घटे अस्ति चेत् घटे एव अस्ति, अन्यद्रव्येषु नास्ति. परन्तु भेदे भेदस्थले प्रतियोगिनं विहाय अन्यत्र सर्वत्र भवति, सर्वत्र सन्ति इति. अस्तु, इति वैलक्षण्यम् अवगतं वा? तावत् मम तावत् स्पष्टता नास्ति, तावत् सामर्थ्यमपि नास्ति स्पष्टतया वक्तुं, परन्तु प्रश्नाः सन्ति चेत् पृच्छतां, पुनः प्रयत्नं करोमि. तदेव तत्र किञ्चित् मम चिन्तनमस्ति भगिनी. वदतु. अत्र गभीरतया वाक्यं निर्मितमस्ति, या प्रतियोगिता घटावत्त्वं च घटत्वावच्छिन्ना तादात्म्यसम्बन्धावच्छिन्ना च तादृशप्रतियोगितायाः ज्ञानार्थम् इदं सर्वं प्रथमं ज्ञातव्यं भवति इति. किन्तु प्रतियोगिता किं, तादात्म्यसम्बन्धं किम् इति एकवारं वयं ज्ञानं प्राप्तं चेत् तत्सर्वं सरलता सरलमेव इति भाति अहं वदामि. यस्य अभावः तत् प्रतियोगी, तत् अभावस्य प्रतियोगी इति अवगन्तव्यम्. अपि च अभावस्य प्रतियोगी घटः, घटः एव इति. पटस्य अभावः पटाभावस्य प्रतियोगी पटः एव इति. सम्यक्. अपि च सर्वं स्वस्मिन् सर्वमपि स्वस्मिन् तादात्म्येन तिष्ठति इत्यपि यदा वयम् अवगच्छामश्चेत् सम्यक्. यदा घटः पश्यति साक्षात् तदा वयम् अवगन्तुं शक्नुमः तदेव तस्य अभावस्य प्रतियोगी अपि च तस्मिन् तादात्म्यसम्बन्धेन अस्ति इति. किल महोदय, सम्यक्, परन्तु उल्लेखः भवतु सम्यक्तया. न्यायशास्त्रं खलु, तस्य कथं निरूपणं भवति लेखनद्वारा अवगन्तुं शक्नुमः, परन्तु यदा घटद्वयमस्ति, तस्मिन् प्रतियोगिता एकस्मिन् प्रतियोगिता अस्ति अपि च द्वितीयस्यापि प्रतियोगिता अस्ति, तदर्थं तादात्म्य सम्बन्धः आवश्यकः इति. आम्, तत्तु तत्तु सत्यमेव. यद् भवत्या उक्तं सम्यक् उक्तम्. आ घटस्य प्रतियोगिता किञ्चित् आ घटस्य प्रतियोगिता अपेक्षया भिन्ना इति. आम् आम्, तत्तु सत्यमेव. यद् एकवारं तत् वयम् अवगच्छामश्चेत् यदा अहम् आघटस्य प्रत्यक्षं करोमि, दर्शनं करोमि, तदा तस्मिन् प्रतियोगिता अस्ति, तादात्म्यसम्बन्धः अस्ति, सर्वं वयम् अनुमानं कर्तुं शक्नुमः. तद् पुनः पुनः चिन्तनं कृत्वा अवगन्तव्यम् इति किमपि न किल. अवगच्छामि अवगच्छामि यद् भवान् वदति सत्यमेव, परन्तु अवधित्वम् अपि च प्रतियोगिता किञ्चित् भिन्ना महोदय. प्रतियोगिता इति वदनेन एव किञ्चित् भ्रमः जायते प्रथमं मम मनसि अपि. किञ्चित् ज्ञानस्तरम् अपेक्षितं, कस्य प्रतियोगिता कुत्र अस्ति इति पृथक्त्वं. किन्तु आम् आम् किन्तु प्रतियोगितायाः ज्ञानं सामान्यम् इति अहं मम आशयः वदनार्थं. प्रत्येकं प्रत्येकं पदस्य प्रत्येकं द्रव्यस्य प्रतियोगिता यद्यपि तदेव, प्रतियोगिता प्रतियोगी कः इति वदामश्चेत् तदेव इति ज्ञानं सामान्यरीत्या वयम् अवगन्तुं शक्नुमः. यदा घटः पश्यामि, एकं घटं पश्यामि चेत् तदेव तस्य प्रतियो तस्य अभावस्य प्रतियोगी इति, पटः पश्यामि चेत् तदेव तस्य अभावस्य प्रतियोगी इति. एकवारं सामान्यतया वयम् अवगच्छामश्चेत् भेदस्थले सर्वत्र ज्ञानं भवत्येव, किन्तु पृथक्तस्थले एव इतोपि किञ्चित् कस्मात् भिन्नः, कस्मात् पृथक् इति अपेक्षा अस्ति. सत्यं यत् भवान् वदति सत्यमेव, परन्तु अत्र पश्यतु न्यायशास्त्रे संयोगविभागः अथवा संयोगस्य पृथक्त्वस्य कीदृशं विवरणं दत्तमस्ति द्वयोः विषये, पृथक्त्वं भेदः न इति वदनार्थं कीदृशं बहवः विषयः स्वीकृत्य, बहवः उदाहरणं स्वीकृत्य, बहवः प्रतीतिं स्वीकृत्य न्यायशास्त्रं किञ्चित् भिन्नः इति भाति मम. सम्यक् यद् भवान् वदति तद् मम मनसि अपि अस्ति तथा. अपि च अहं स्वरूपमहोदयेन कृते लिखितवान्, रक्षाभगिन्याम् अपि चर्चां कृतवान्, एतादृशगभीरचिन्तनायाः आवश्यकमेव नास्ति इति मम चिन्तनं. किमर्थम् इत्युक्ते सर्वे स्व अवयवपरम्परायां मध्ये या पदार्थाः सन्ति, या द्रव्याः सन्ति, ते सर्वे समवायसम्बन्धेन एव अस्ति किल. सत्यं ये अपि च ये यौ पदार्थौ समवायसम्बन्धेन स्तः तयोः मध्ये संयोगः कदापि न भवेत्. अपि च समवायसम्बन्धः कदा जायते, यदा एकस्य पदार्थस्य उत्पत्तिः जायते तदा एव जायते. परन्तु कदा नश्यति, स्थानानि सन्ति खलु अवयव अवयवी अपि च अवयव. मम मम चर्चा इदानीम् अवयव अवयिनोः मध्ये एव. समवायसम्बन्धः घटस्य घटकपालयोः मध्ये समवायसम्बन्धः कदा जायते इत्युक्ते, यदा घटम् इति कार्यम् उत्पत्तिः भवति तदा एव जायते, तस्मिन् क्षणे एव जायते. अपि च यावत्पर्यन्तं घटम् इति द्रव्यं तिष्ठति तावत्पर्यन्तं समवायसम्बन्धः तिष्ठत्येव. अतः तेन यस्मिन् ययोः मध्ये समवायसम्बन्धः स्तः तयोः मध्ये कदापि संयोगः न भवितुम् अर्हति इत्यपि वयं स्वीकर्तुं शक्नुमः किल. हा इत्युक्ते अवयव अवयिनोः मध्ये सर्वदा समवायसम्बन्धः एव अस्ति, कदापि संयोगसम्बन्धः न भवति, न भवति. तद् सिद्धान्ती अपि स्वीकरोति, अपि च पूर्वपक्षी अपि स्वीकरोति. आम्, इति स्थिते पृथगाश्रयाश्रितौ इति गभीरचिन्तनम् अस्मिन् करपत्रे अस्ति. निखिलावधिकत्वं, नियतावधिकत्वम्, अनेकावधिकत्वम् इति सर्वं स्वीकृत्य तादृशचिन्तनस्य आवश्यकता एव नास्ति. अहम् इदानीमेव निरूपितवान् वाक्यद्वयान्तरे. न पश्यतु, अवयवयिनोः मध्ये समवायसम्बन्धः एव अस्ति इति प्रथमवाक्यं. ययोः मध्ये समवायसम्बन्धः अस्ति, तयोः मध्ये संयोगः कदापि न भवति इति द्वितीयं. परन्तु तावत् पर्याप्तं न पर्याप्तं. सिद्धान्ती वदति पृथक्त्वं भेदः न, परन्तु यदा पूर्वपक्षी वदति न ते समानौ इति वदनेन घटस्य कपालस्य संयोगः भवति. तदा यदा भेदः, तदेव अहं वदामि भगिनि, संयोगः ययोः मध्ये समवायः अस्ति, तयोः मध्ये संयोगः न भवति, घटः भवति. परन्तु पूर्वपक्षी किं वदति? पूर्वपक्षी इति कृत्वा संयोगः कदा कथं भवति? न, भवान् यत् वदति सत्यं, परन्तु यदा पूर्वपक्षी वदति भेदः एव पर्याप्तं, पृथक्त्वम् इति न आवश्यकं, श्रूयते वा? तदा किं भवति घटः अपि च कपालः पृथक् पृथक् पदार्थाः भवन्ति, तेषां मध्ये भेदः अस्ति, पृथक्त्वं नास्ति, खलु? तदा सुखवनमहोदयः नास्ति. ओ अस्तु, गतवान् सार्धदशवादने अभवत्, मम समयस्य चिन्तनं न आसीत् इदानीम्. क्षम्यतां भगिनि, खण्डितम् अभवत्. अस्तु भगिनि. महोदय, यद् भवान् वदति अनन्तरं वदामः. अस्तु, समयः अभवत्. मम चिन्तनमासीत् अस्य करपत्रस्य समाप्तं भवतु इति. अस्तु, कुत्र स्मः इदानीम् इति वैलक्षण्यं तदभवत्. यतोहि प्रतियोगिता इत्युक्ते कः पदार्थः? अस्तु, इदानीं विरमामः वा? सर्वे समयः अस्ति वा? आम्, समयः. विरमामः. शुभरात्रि, नमस्कारः. अग्रिमे सप्ताहे यतोहि प्रतियोगिता, तत्र आरभ्य पुनः चर्चा भवत्. अस्तु, धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रि.